नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ् लुङन्तदातवः 07 इति करपत्रं, तस्य परिचयः गतसप्ताहे अभवत्, अतः पुनः अपि एकवारं पठामः इति चिन्तनम्। उषा भगिनी पठितुं शक्यते चेत् भवती पठतु, गतसप्ताहे महोदयेन पठितम्। अस्तु भगिनि, या यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते। आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः। इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु। प्रथमम्, आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्, णिच्, यङ् इति द्वादशधातुप्रत्ययाः। अनन्तरं लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः, यथा लृटि स्य, अथवा यः तिङ्प्रत्ययः यथा आशीर्लिङ्गि यात्, अथवा यः तिङ्प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्। अनन्तरं कृदन्तसाधनावसरे धातुभ्यः यः कृत्प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्। अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृतन्तनिर्माणे च। अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव। एकवारम् आतिदेशिकधातुः यदा सिद्धः ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्। यङ् लुगन्तधातु इति कृते कथं निर्णीयते यङ् लुगन्तधातु निर्माणावसरे आर्धधातुकप्रक्रिया इति उच्यते। आर्धधातुकप्रक्रिया इति कथम् इति चेत्, धातुभ्यः यः प्रत्ययः आगच्छति तत् प्रत्ययः आर्धधातुकसंज्ञकः। आर्धधातुकसंज्ञकः प्रत्ययः वयं जानीमः, तिंशित् इति सार्वधातुकप्रत्ययः, शेषः आर्धधातुकः। सो यः प्रत्ययः आगच्छति सः आर्धधातुकसंज्ञकः अस्ति चेत् धातुभ्यः कृते आर्धधातुकप्रक्रिया इति भवति। आर्धधातुकप्रक्रिया त्रिषु स्थलेषु भवति। प्रथमम्, आतिदेशिकधातु उपदेश अवसरे यः धातवः सन्ति तेषां कृते प्रत्ययाः विधीयन्ते सन्, णिच्, यङ् इति द्वादशधातुप्रत्ययाः विधीयते। तेषु प्रत्ययाः नूतनधातुः सिद्ध्यति, तेषु प्रत्यययोजनेन नूतनधातुः सिद्ध्यति, ते आर्धधातुकसंज्ञकाः। द्वितीय आर्धधातुकप्रक्रिया अस्ति, लकाराणां तिङन्तावसरे धातुभ्यः यः विकरणप्रत्ययः अत्र गणविकरणप्रत्ययः नास्ति, लकाराणां तिङन्तावसरे धातुभ्यः विकरणप्रत्ययः स्य अथवा ओके स्य प्रथमं गणचिन्तनं नास्ति, परन्तु धातूनां कृते स्य इति प्रत्ययः अथवा अपि च तिङ्प्रत्ययः यात् इति आशीर्लिङ्ग् आशीर्लिङ्ग् आशीर्लिङ्गीकृते यः प्रत्ययः विधीयते तदपि आर्धधातुकसंज्ञकः अस्ति. तृतीयं प्रकरणम् अस्ति कृदन्तावसरे. कृदन्तानां कृते धातुभ्यः कृत्प्रत्ययः विधीयते, सः कृत्प्रत्ययः कृते शकारप्रत्ययः नास्ति, परन्तु अन्यतमप्रत्ययाः ते आर्धधातुकसंज्ञकः चेत् तदपि आर्धधातुकप्रक्रिया इति भवति. अतः आहत्य आर्धधातुकप्रक्रिया आदिदेशिकधातुनिर्माणे सन् निच् यङ्ग् इत्यनेन नूतनधातुसिद्धे सति आर्धधातुकप्रक्रिया. लकाराणां तिङन्तनिर्माणे यथा स्य अथवा आशीलिङ्गि भवति चेत् तदपि आर्धधातुकप्रक्रिया. कृदन्तनिर्माणे अपि आर्धधातुकप्रक्रिया भवति. अत्र विषयः अस्ति यङ् लुगन्त आर्धधातुकप्रक्रिया. यङ् लुगन्त आर्धधातुकप्रक्रिया उपदेशधातोः कृते उपदेशधातवः कृते नूतनप्रत्ययः सन् निच् यङ् अत्र विषयः. यङ् प्रत्ययः विधीयते चेत् नूतनधातु सिद्ध्यति. एकवारम् आतिदेशिकधातुः यथा सिद्धः, आतिदेशिक इत्यस्मिन् उपदेशिकधातोः कृते सन् निच् अथवा यङ् अथवा द्वादशप्रत्ययेषु अन्यतमप्रत्ययः विधीयते चेत् आर्धधातुकप्रक्रिया. अत्र यङ्लुगन्तप्रक्रिया यङ् प्रत्ययः विधीयते, नूतनधातु सिद्ध्यति, अनन्तरं तिङन्तसाधने सन्धिकार्यमेव भवति. केवलं तदेव कार्यं भवति. यङ् तु लुक् जातः, अतः तस्य अनन्तरम् इदानीं नूतनधातुः जातः, धातुः अनन्तरं तत्र केवलं सन्धिकार्यमेव भवति. समीचीनं, सर्वे अवगतवन्तः इति भाति. तदेव तत्र परिचयरूपेण अस्ति. अरुणा भगिनी अस्ति वा? धन्यवादः भगिनि. अस्ति भगिनि, नमस्ते. नमस्ते. तृतीयपरिच्छेदः पठति वा? आं भगिनि. यङ् लुक् प्रक्रिया अनिटादिषु अन्यतम. अत्र यङ् प्रत्ययः विधीयते यः मलादि नास्ति, तदा तस्य च यङ् प्रत्ययस्य लुक् भवति. अतः इदागमस्य अवसरः न भवति एव. प्रेरणाके निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् यङ् लुगन्ताः यङ्गन्ताः च इत्ये इति एते सर्वे अनिरादयः. क्रमेण येषां पाठः जायमानः एतावता प्रेरणाके निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् इत्येते समाप्ताः, सम्प्रति यङ् लुक् तदा यङ्गन्ताः. यङ् लुक् प्रथमं क्रियते यतोहि अस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. यङ्गि अङ्गकार्यस्य बहु बाहुल्यम् इति कारणेन अधिकं जाटिल्यम् अनिटादीनां प्रक्रियानन्तरं अनन्तरम् इद् व्यवस्थाः तदा इदादीनाः पाठः. यङ् लुक् इति प्रक्रिया अत्र अतपि अनिट् आदिषु अन्यत्र भागः अस्ति, अन्तर्भागः अस्ति. अत्र यङ् प्रक्रिया विधीयते यङ् प्रत्ययः बलादि यः यकारबलादि नास्ति, अतः इदागमप्रसक्तिः अपि नास्ति. यङ् लुक् प्रक्रियायां प्रत्ययङ् प्रत्ययस्य लुक् भवति, अतः अत्रापि इडागमः अवसरः नास्ति. कुत्र कुत्र इडागमः नास्ति इति चेत् प्रेरणाते निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङ् लुगन्तः यङ्गन्ताः सर्वे अनिट् आदयः. क्रमेण येषां पाठः प्रारभ्यते. एतावता प्रेरणाते निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् इत्येते वृत्तियं पठितवन्तः. प्रत्यनिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् इत्येते वयं पठितवन्तः. अधुना सम्प्रति यत् यङ् तदा यङ्गन्ताः अपि वयं पठामः. यङ् लुक् प्रथमं क्रियते यतोहि अस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति, परन्तु यङ् अस्ति चेत् कृते अङ्गकार्यं बहुलम् अस्ति, ततः कष्टं भवति. अनिटादीनां प्रक्रिया अनन्तरम् इद् व्यवस्था तदा इदानीं पाठः भविष्यति. यङ् लुक् इति प्रक्रिया अपि अनिट् टैप् रूपमस्ति, प्रक्रिया अस्ति. किमर्थमस्ति चेत् यङ् अत्र वालादिप्रत्ययः नास्ति. अन्यप्रत्ययः अनिप्रत्ययः प्रेरणार्थे निच् कर्मणि भावय प्रश्नेपदे आशीर्लिङ् यगन् लुगन्ताः यङन्ताः एव अनितादिप्रत्ययः. प्रथमं यङ् लुक् प्रत्यय प्रथमं क्रियते. किमर्थं चेत् अत्र यङ् लुक् भूत्वा केवलं अङ्गकार्यं नास्ति, अतः केवलं प्रत्यय मेलनमपि एव अस्ति. तदनन्तरं अनिप्रक्रियानन्तरं वीडव्यवस्था अस्ति, वयं पठामः पठिष्यामः. समीचीनं सम्यक् तावदेव. अतः अत्र यङ् लुक् इत्यत्र यङ् लुक् भवति, यङ् वलादिः अपि नास्ति, अतः तत्र इडागमस्य अवसरः नास्ति इत्येव. समीचीनं, धन्यवादः भगिनि. विजया भगिनी अग्रे. नमस्कारः महोदय. नमस्ते. अस्तु, अत्र तर्हि आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः भवति इति. यत्र आर्धधातुकप्रक्रिया भवति तत् समये धातुभ्यः यः प्रत्ययः विधीयते सः एव अत्र आर्धधातुकसंज्ञकः भवति. प्रथमबिन्दुः अत्र किं सूचयति चेत् अस्य एकं फलम् इदं तत् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययः परच कर्तरि सार्वधातुके. धातुभ्यः विधीयमानप्रत्ययः आर्धधातुक चेत् शप् न भवति, न वा शपं प्रपाद्य ये गणम् अवलम्ब्य विशिष्टविकरणप्रत्ययः ते अपि न भवन्ति. शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः. सर्वान् धातून् सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम् अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति. अत्र एतत् आर्धधातुकप्रक्रिया संयोगः यत्र यत्र भवति अत्र कर्तरि शप् इति कार्यं न भवति. कर्तरि शप् अनन्तरं धातोः शपप्रत्ययः परच कर्तरि सार्वधातुके. एतत् अत्र आर्धधातुकविषये किमपि कार्यं न भवति एव. धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत् अपि अत्र शपः न भवति. अनन्तरम् एतत् शपं प्रबाद्य गणम् अवलम्ब्य एव विशिष्ट विकर्णप्रत्ययाः ते अपि अत्र न भवन्ति एव एते अत्र एतत् गणम् अनुसृत्य अत्र विशिष्टविकरणप्रत्ययः अपि कार्यं न भवन्ति. शपः अभावे, शपः अत्र नास्ति, तिङ्क्षित् इति कार्यं नास्ति. शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः. अत्र एतत् विषये शप् तिङ् अनन्तरं कर्तृशप् एतत् अत्र किमपि कार्यं नास्ति एव. एतत् आर्धधातुकप्रक्रियायाः किमपि कार्यम् उपयोगं नास्ति एव. एतत् सर्वम् अत्र प्रभाद्य एव कार्यं करोति. सर्वान् धातून् सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णस्य अनुसृत्य एव अत्र विभज्य, एतत् विभज्य विवाहं कृत्य अत्र क्रमेण प्रक्रिया भवति. श्रेणीकार्यम् अत्र भवति. प्रक्रिया किं किम् अस्ति इति किञ्चित् सार्वधातुकमपि अस्ति नास्ति, कर्तरि शप् अपि नास्ति, अर्धधातुकं शेषः इति सूत्रेण एतत् अर्धधातुकसंज्ञकः अन्तिमवर्णस्य अनुसृत्य एव अत्र कार्यं भवति इति तत्र दत्तम्. एतदेव खलु महोदय? अस्तु महोदय. अत्र द्वितीय अर्धधातुकस्य ड्वलादेशे इत्यनेन इडागमः भवति न वा, इडागमः भवति वा न वा इति विवेचनीयम्. यथोक्तं यथा उक्तम् अत्र यङ् लुकि इडागमस्य अवसरः नास्ति. किमर्थं चेत् अत्र वलादिः नास्ति, अतः तत्र इडागमस्य चिन्तनमपि नास्ति. अनन्तरम् अत्र यङ् लुकि इडागमस्य अवसरः नास्ति एव. आर्धधातुकस्केट् वलादेः आर्धधातुकप्रत्ययः आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. अत्र वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, वल् यकारं विहाय अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वलादेः आर्धधातुकस्य इडागमः स्यात्. वलादिः आर्धधातुकस्य अस्ति चेत् अत्र इडागमः भवति. इट् आगमः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ एतत् सूत्रं कार्यं करोति. प्रत्ययस्य आदौ यत्र भागः धातोः भागः प्रथमम् अस्ति, एतत् स्वीकृत्य अत्र आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति कार्यं करोति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य सह वलादिः बहुवीर्घिः यस्य वलादेः अर्धधातुकस्य षष्ट्यन्तम् ईट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस् इट् इति भवति. अनुवृत्तिसहितसूत्रं किं सूचयति चेत् अङ्गात् यत्र वलादेः इति प्रत्याहारः वल् प्रत्याहारः आगच्छति तत्र आर्धधातुकस्य इट् इडागमः भवति इति तत्र दत्तं महोदय. समीचीनम्. अतः अत्र यङ् लुकि तु इडागमस्य अवसरः नास्ति. नास्ति एव. समीचीनम्. धन्यवादः भगिनि. महोदय, भवान् इदानीं यङ् प्रत्ययः कुत्र कुत्र भवति? यङ् प्रत्ययः श्रूयते खलु, ध्वनि श्रूयते वा? आम्, किञ्चित् मन्दम् अस्ति परन्तु श्रूयते. इदानीम् एकनिमिषः. आम्, श्रूयते. अहं म्यूट् मध्ये भवामि. भवान् पठतु. इदानीं श्रूयते सम्यक्? आं महोदय, भगिनि श्रूयते, श्रूयते एव. यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु शर्तेषु इति विषयः अस्ति अत्र. द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा निचपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति, तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः अपि भवितुमर्हति. लोप इति अत्र लुक् लुक् विधानेन. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते. अत्र यङ् प्रत्ययस्य तत्र केभ्यः धातुभ्यः विधीयते इति अस्ति. तत्र द्वादशु तत्र यङ् प्रत्ययः अन्यतमः अस्ति, एकः अस्ति. अतः अस्य अर्थः अस्ति वारं वारम् अथवा अधिकाधिकम् इति अर्थे भवति. तस्य प्रत्ययस्य अर्थः भवति यदा योजयामि चेत् धातोः अर्थः. यथा णिच् वयं जानीमः, णिच् सन् तथैव तत्र यङ् यङ् अपि यत् यत् योजनं भवति चेत् तदा नूतनधातुः भवति. वयं जानीमः अत्र सन् सनातनधातव इति सूत्रेण भवति. यदा यङ् यङ् प्रत्ययं योजनेन धातुतः यङ् प्रत्ययं योजयित्वा यङन्तधातोः निर्माणं भवति. अस्य यङ् धातोः वैशिष्ट्यमस्ति यङन्तधातोः, तत्र यङ् प्रत्ययस्य वैशिष्ट्यमस्ति तत्र कुत्रचित् तस्य लोपः अपि भवति भवितुमर्हति. लोपः लुक् इति लुक् इत्यनेन लोपः भवति. अतः यदा लुक् भवति तर्हि तस्य नाम अस्ति यङ् लुगन्तधातु इति. यङन्ताः अपि च यङ् लुगन्ताः समानार्थकाः एव, परन्तु तेषां रूपाणि भिद्यन्ते. यथा फट् योग यङ् इति अस्ति, तत् द्विस्थं भूत्वा पापट्य इति यङन्तधातु, अत्र य इति अस्ति, तत्र यङ् यङ् यङ् प्रत्ययस्य य इति पापट्य इति भवति. फट् योग यङ् पापट्य, इदानीं तत्र यङः लुक् भवति तदा पापट् इति यङ् लुगन्तधातुः. इदानीं पापट्य इति अदन्तधातुः, पापट् इति हलन्तधातुः. रूपं भिद्यते किन्तु अर्थः समानः. यङः लटि पापट्यते इति भवति, यङ् लुगन्तस्य लटि पापट्टि इति भवति. उभयत्र वारं वारम् अथवा अधिकाधिकम् इति अर्थः स्पष्टमस्ति. चिन्तयामि तत्र पापट्य इति भवति यत्र यङ् यङ् यङ्गः लुक् न भवति चेत् पापट्य इति अदन्त धातुः भवति. यदि यङ् यङ् प्रत्ययस्य लुक् भवति तर्हि हलन्तः भवति. पापट् इति तत्र पापट् इति भवति. उभयत्र अर्थः समानः परन्तु रूपः रूपं भिन्नम् अस्ति. तर्हि यङ् प्रत्ययस्य अग्रे पठामि वा? आम् आं महोदय, परन्तु एकः एव विषयः अत्र. वयम् एतावता यत्किमपि दृष्टवन्तः तत्र सर्वेभ्यः धातुभ्यः विधीयते इत्येव दृष्टवन्तः. तस्य एव किञ्चित् यङ् लुक् इत्यत्र वैशिष्ट्यम् अस्ति. सर्वेभ्यः धातुभ्यः यङ् लुक् न विधीयते, तदेव अत्र शीर्षकमपि आसीत्, केभ्यः धातुभ्यः यङ् लुक् विधीयते इति, तदेव आगच्छति अत्र. सर्वेभ्यः धातुभ्यः यङ् लुक् न विधीयते, तद् स्मरणे भवतु. आं महोदय, अग्रे पठ. तर्हि यङ् प्रत्ययस्य वारं वारम् अथवा अधिकाधिकम् इति सामान्य अर्थः. व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं क्रियासमभिहारः इति पदं भवति. पौनःपुण्यं वृषार्थश्च क्रियासमभिहारः इति. पौनःपुण्यं वारं वारं, वृषार्थमिति अधिकाधिकम्, अधिकमिति इति अर्थे वृषार्थः. सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः अस्मिन् सामान्य अर्थे भवति, कुत्र च अपरस्मिन् विशिष्टार्थे भवति इति पश्यामः. सामान्य अर्थः अस्ति तत्र यङ् प्रत्ययस्य, तत्र पौनःपुण्यमिति, तत्र वृषार्थे एव तत्र विशेषार्थः वा? वृषार्थः इत्युक्ते वृषार्थः इत्युक्ते अधिकम् इति. पौनःपुण्यम् इत्युक्ते वारं वारम्, अतिशयार्थम् इति वृषार्थः इति सामान्यार्थः. अग्रे आगच्छति विशेषार्थः. सामान्यार्थः वारं वारम् अथवा अतिशयार्थम् इति सामान्य क्रियासमभिहारः इति सामान्यार्थः. अन्य अर्थः तु अग्रे इदानीमेव आगच्छति, ते तु विशिष्टार्थः. अस्तु अस्तु. धातोरेखा च हलादेः क्रियासमभिहारे यङ् इति तृतीय अध्यायस्य प्रथमपादस्य द्वाविंशतितमं सूत्रमस्ति. वारं वारम् अथवा अतिशयार्थे हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति. पौनःपुण्ये वृषार्थे च द्योत्ये धातोः एकाचः धातोरेकाचो हलादेः यङ् स्यात्. एकः अच् यस्मिन् सः एकाच् बहुव्रीहि तस्मात् एकाचः. हल् आदिः यस्य स हलादिः बहुव्रीहि तस्मात् हलादेः. क्रियायाः समभिहारः क्रियासमभिहारः षष्टीतत्पुरुष तस्मिन् इति क्रियासमभिहारे. धातोः पञ्चम्यन्तम् एकाचः पञ्चम्यन्तम् हलादेः पञ्चम्यन्तम् क्रियासमभिहारे सप्तम्यन्तम् यङ् प्रथमन्तम्. अनेकपदविधं सूत्रमस्ति. प्रत्ययः परश्चैतन्य अधिकारः अनुसूत्रमस्ति. एकाच हलादेः धातोः यङ् प्रत्ययः परश्च क्रियासमभिहारे. अत्र सूत्रमस्ति धातोरेकाच हलादे क्रियासमभिहारे यङ् इति सूत्रमस्ति. यङ् विधायकसूत्रमस्ति. कुत्र भवति इत्युक्ते हलादि एकाच हलादिधातोः एव यङ् प्रत्ययः विधीयते. कस्मिन् अर्थे इति विषयसप्तम्य चिन्तयामि. क्रियासमभिहारे अर्थे एव तत्र धातोः तत्र यङ् प्रत्ययः विधीयते इति अस्ति. अनेन बोधो भवति यत् यङ् त्रीणि निमित्तानि विवक्षा क्रियासमभिहारे भवेत् इति. प्रथमं निमित्तमस्ति विवक्षा वक्तुः इच्छास्ति क्रियासमभिहार इत्युक्ते तत्र वारं वरतः अतिशयार्थः भवेत्. धातुः हलादिः भवेत् इति द्वितीयः. तृतीयः अस्ति धातुः एकाचः भवेत्. तर्हि अनेकाच् धातोः यङ् प्रत्ययः न भवति यद्यपि हलादि अस्ति चेदपि इति अर्थः स्यात्. त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति. अस्तु, तर्हि तत्र अनेकाच् धातोः न भवति एव. यथा जागृति इति अस्तु, हलादिः अस्ति अत्र दत्तमस्ति, किन्तु हलादि अस्ति परन्तु अनेकाच् अस्ति, अतः जागृधातोः यङ् प्रत्ययः न भवति. ईक्ष् धातुः अस्ति, तत्र एकाच अस्ति परन्तु अजादि अस्ति, तर्हि ईक्ष् धातोः अपि यङ् प्रत्ययः न भवति. परन्तु भूधातुः अस्ति, हलादि अस्ति, एकाच अपि अस्ति, अतः तत्र भूधातोः यङ् प्रत्ययः भवति. तत्र त्रीणि निमित्तानि विवक्षा भवेत् वक्तु इच्छा भवेत् तत्र किमस्ति क्रियासमभिहारः वारं वारम् अथवा वृषार्थे भवेत्. तत् अनन्तरं तत्र हलादिधातुः भवेत् एकाच् भवेत्. अन्त्यवर्णस्य किमपि तत्र नास्ति, केवलं हलादि एकाच धातुः अस्ति चेत् तत्र भवति. तर्हि अनेकाच् धातुः जागृति हलादि अस्ति परन्तु अनेकाच् अस्ति इति कारणतः तत्र यङ् प्रत्ययः न भवितुमर्हति. तथैव ईक्ष् धातुः अजादि अस्ति, एकाच् अस्ति परन्तु अजादि अस्ति, तर्हि तत्र तस्यापि न भवति. परन्तु भूधातुः एकाच् अस्ति, हलादि अस्ति, अतः तत्र भूधातोः यङ् प्रत्ययः भवति इति अस्ति. अग्रे पठामि वा? समीचीनं. प्रायः अग्रिमपाठे यदा यङन्तपाठः पश्यामः तत्र एतेषाम् अवसरः भवेत् जागृयति इति. अतिशयार्थे यदा वयं वक्तुमिच्छामः जागर्ति इति, सः जागर्ति अतिशयार्थे अथवा ईक्षते इत्यर्थे प्रायः यङन्तेषु तेषाम् अवसरः भवति. लुङ्गन्तेषु तु सामान्येन तत्र हलादिः धातुः एकाच् धातुः, अर्थः तु सर्वत्र यदा लट् लकारः वदामः चेदपि अर्थः आवश्यकः अस्ति किल, तत्रापि क्रियासमभिहारे इत्यर्थे एव यङ् विधीयते इत्येव. यङ् इत्येव उक्तमस्ति, यङ् लुक् इति न द्रष्टव्यम्. कदा यदा जागर्ति अधिक अधिक जागर्ति इति वक्तुम् इच्छामः चेत् यङ् एव न भवति वा द्रष्टव्यम्. अस्तु, धन्यवादः महोदय. उषा भगिनि, सूची सूचि सूत्री मूत्री भगिनी ऐ हियर् समथिङ्ग् एल्स् अट् अट् नो मैक् इस् टु लाट् अरुणा भगिनी न कस्यापि मम ध्वनिः श्रूयते वा बेक्ग्रौण्ड् नाय्स् अस्ति वा लेट् मी गिव् मि मिनिट् भगिनि ऐ थिङ्क् इट्स् इन् मै लैन् ओके अस्तु द्रष्टव्यं कथं वा यङ्ग् भवति भवती पठतु अहं किञ्चित् अष्टाध्यायी डाट् काम् अन्विष्य आगच्छामि अस्तु भगिनि ओके सूचि सूचि सूत्री मूत्री अट् अट् अर्ति ऐता दोसराल् प्रत्यय सूचि सूत्री मूर्ति इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः च अट् ऋ अश् ऊर्णु इति चतुर्भ्यः अजाति ओ धातुभ्यः अस्तु महोदय सूचि सूत्री मूत्री अटति अटति अर्ति अर्ति अश् ऊर्णु ओके अटति अर्ति अश् ऊर्णु ओके इति वार्तिकेन क्रियासमभिहारार्थे सूचि सूत्री मूत्री इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः च अट् ऋ अश् ऊर्णु इति चतुर्भ्यः अजादि धातुभ्यः यङ् प्रत्ययः भवति वयं दृष्टवन्तः धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन सर्टन् धातोस् परिगणितधातूनां कृते यङ् प्रत्ययः विधीयते अत्र वार्तिकेन सूचि सूत्री मूत्री इत्येभ्यः त्रिभ्यः धातुभ्यः अनन्तरं सूचि सूत्री मूत्री इति अनेक अच् धातो परन्तु पूर्वं पठितं सूत्रेण एकाच् धातोः कृते यङ् विधीयते अत्र परिगणितधातु त्रिभ्यः सूचि सूत्री मूत्री इति अनेक अच् धातुभ्यः अनन्तरम् अट् इति धातु ऋ इति धातु अश् इति धातु ऊर्णु इति धातु चतुर्भ्यः अजादिधातुभ्यः वयं दृष्टवन्तः हलादिधातोः कृते एव यङ् प्रत्ययः विधीयते परन्तु अत्र वार्तिकेन अजादिधातुभ्यः अट् ऋ अश् ऊर्णु अपि कृते अपि यङ् विधीयते इति वार्तिकेन ओके तस्य वैशिष्ट्यमस्ति सामान्यम् उक्तम् इदानीं वैशिष्ट्यम् अत्र किमपि न दत्तम् तत्र क्रियासमभिहारे इत्यस्मिन् विषये दत्तं परन्तु किमर्थं तत्र हलादिः एका चैव भवतु अन्येषां किमर्थं न स्वीकार्यम् इति प्रयोगः नास्ति इति तु सर्वदा तद् अस्ति एव परन्तु यदा अहं जागर्ति अधिकं जागर्ति इति विषये इन्सोमेनिया इति अस्ति चेत् तत्र किं वदामः इति प्रश्नः आगच्छति किल तत्र अपवादः अस्ति सर्वेषां पश्यामः पूर्णतया प्रायः पाठं पठामः चेत् किमपि तत्र अवगच्छामः इति चिन्तयामि पश्यामि अतः इदानीं तत्र प्रथम विशेषः सूची सूत्री मूत्री इत्येतेभ्यः त्रिभ्यः अपि अनेकाचिधातुभ्यः तत्र यङ् प्रत्ययः भवति. ऊर्णु अपि अट् ऋ अश् ऊर्णु ते अजादिधातुः अस्ति, तेषामपि यङ् प्रत्ययः भवति. प्रथमं वार्तिकम्. आं भगिनि अग्रिमसूत्रं. नित्यं कौटिल्ये गतौ गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः भवति, क्रियासमभिहारार्थे न भवति. ओके. गतिवचनात् धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययः भवति. गतिवचनधातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययः भवति. नित्यं द्वितीयान्तं क्रियाविशेषणं. नित्यम् इति द्वितीयान्तं क्रियाविशेषणं. कौटिल्ये सप्तमीयन्तं गतौ सप्तमीयन्तं त्रिपदमिदं सूत्रं. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः यङ् इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं. धातोः यङ् नित्यं कौटिल्ये गतौ सूत्रमस्ति. नित्यं कौटिल्ये गतौ इत्यस्य कृते धातोः यङ् इति अनुवृत्तिसहितम् आगच्छति. धातोः इति अत्र कौटिल्ये गतौ धातोः कृते कौटिल्ये गमनार्थे गम्यमाने धातोः कृते यङ् प्रत्ययः नित्यं भवति इति. अत्र नित्यम् इति पदम् इत्यनेन क्रियाविशेषणं भवति. यथा कौटिल्ये गम्यमाने कौटिल्ये इति सप्तमीयन्तं, गतौ इति सप्तमीयन्तं त्रिपदमिदं सूत्रम्. ओके. सो गत्यर्थकधातुभ्यः तेषां कुटिलगमनार्थे एव यङ् प्रत्ययः भवति, क्रियासमभिहारे न भवति. क्रियासमभिहारे न भवति तदपि मुख्यमस्ति. प्रत्यर्थकधातुः तेषां तेभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः, न तु क्रियासमभिहारार्थे. तर्हि भगिनि तत्र तर्हि तत्र वारं वारं नगरं गच्छति, वारं वारं द्रष्टुं गच्छति इति न वक्तुं शक्नुमः तत्र. तत्र तद् वक्तुं शक्नुमः. एका च हलादिः अस्ति चेत् धातुरेकाचो समभिहारे यङ् इत्यनेन वक्तुं शक्नुमः. नित्यं कौटिल्यगतौ इत्यनेन न. एव इति नियमनं करोति खलु. तर्हि तत्र न भवति. तत्र नियमनं करोति चेत् प्रायः न भवति. तत्र तदपि न भवति. खलु तत्र न भवति. नियमनं करोति. क्रियासमभिहारे नास्ति इति यतोहि अनुवृत्तिसहितं न आगच्छति इत्यनेन वा? क्रियासमभिहारे न भवति. नित्यम् इति अपि अस्ति. नित्यं कौटिल्ये गतौ इति अस्ति. तर्हि यदि सिद्धे सति आरभ्यमाय भवति नियमनमेव. नियमनमेव करोति. प्रथमसूत्रं धातुर् एकाचो समभिहारे यङ् इत्यनेन समभिहारार्थे यङ् विधीयते. अग्रिमसूत्रमेव नित्यं कौटिल्ये गतौ. नित्यम् इत्यपि अस्ति. अतः केवलं गत्यर्थकधातूनां कौटिल्यार्थे एव यङ् विधीयते, अन्येषां न. सर्वेभ्यः काफि अपि च रामाय क्षीरम् इति तद् वदामः. क्रुकेड्नेस् इति अर्थः कौटिल्ये. महोदय, एतदपि गमनार्थे एव अत्र भवति खलु. गमनार्थे एव नित्यं कौटिल्ये. गमनस्यापि क्रुकेड् गमनं, कौटिल्यगमनं तादृश अर्थः अस्ति चेदेव तत्र यङ् विधीयते. तर्हि तत्र यः यः तत्र किमपि अधिकमधिकं गच्छति चेत् प्रायः तत्र न भवति. नो अदर् सेन्स् मध्यवसनी तदा सः तस्य गमन गमनस्य रीतिं दर्शयितुं तत्र गम् धातोः रूपं वक्तुं शक्नुमः. गम् धातोः यङ् अन्तरूपं यङ् क्रियापदं योजयित्वा वक्तुं शक्नुमः. द्रष्टव्यं पूर्णतया यदा वयं यङ् यङ् लुक् द्वयोः कुत्रचित् भेदः भवति किल भवति वा इति द्रष्टव्यं. तत्र तादृशं पश्यामः चेत् तत्र स्पष्टं भवति. अत्रापि रेपिटिशन् इति अस्ति परन्तु दत्तमस्ति खलु भगिनि तत्र किमपि परिवर्तनं भिन्नः नास्ति इति अर्थः न अर्थः भिन्नः नास्ति इत्येव उक्तं किल. परन्तु एतादृशं प्रायः गमनार्थधातोः अपि तादृशं तत्र अर्थः तु समानः एव परन्तु निमित्तानि भिन्नानि भवेत् भवेयुः. पश्यामः कुटिलस्य भावः इत्युक्ते अत्र लघु इति चिन्तनमस्ति वा? कुटिलस्य भावः अत्र कुटिलगमनार्थे इत्युक्ते किं महोदय? किमर्थम् एतत् अत्र आगच्छति? तदेव गत्यर्थकधातुः गच्छति. वयं गच्छामः समीचीनं सामान्यतया गच्छामः चेत् तत्र यङ् न भवति. परन्तु कुटिलगमनमस्ति चेत् तत्र यङ् प्रत्ययः विधीयते. अस्माकं गमने कुटिलता कुटिलता क्रुक्केड् क्रुक्केड् गमनं नाशविषये इति इत्यादि समीचीनम् असमीचीनगमनं समीचीनं असमीचीनं गमनम् अस्ति चेत् तत्र यङ् विधीयते. अस्तु महोदय. आम् सत्यं सत्यं तद् तत्र यङ् विधीयते समीचीनम्. आम् भगिनी अत्र प्रश्नः उदेति अत्र प्रश्नः उदेति यत् गत्यर्थकधातवः के प्रायः 350 गत्यर्थकधातवः सन्ति. ये धातवः गमनार्थे सन्ति ते सर्वे गत्यर्थकाः. अत्र ध्येयं यत् केचन गत्यर्थकधातवः अकर्मकाः पुनः केचन सकर्मकाः. अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः. अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः. अपरस्मिन् प्रसङ्गे गत्यर्थ अकर्मक श्लिष शीङ् स्था आस वस जन रुह जीर्यतिभ्यश्च इत्यनेन गत्यर्थ अकर्मक श्लिष शीङ् स्था आस वस जन रुह जीर्यदिभ्यः धातुभ्यः त प्रत्ययः कर्त्रर्थे अपि विधीयते. अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनामेव ग्रहणम्. अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः ओके इत्यस्मात् गत्यर्थे सकर्मकधातूनामेव ग्रहणम् तत् न अवगच्छामि. एनिवे अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे त प्रत्ययः भवति. सकर्मकधातु गत्यर्थकधातुभ्यः कर्त्रर्थे त प्रत्ययः भवति. बालकः ग्रामं गतः. अत्र भ्वादौ धातु धातु एव अत्र भवादौ धातु धातु गतिशुद्धयोः इति अकर्मकधाव् धातोः अकर्मकत्वात् अकर्मकधाव् धातोः अकर्मकत्वात् एव कर्तर्थे कर्तर्थे थ प्रत्ययः भव धावु गतिशुद्ध्योः इति धातु ओके अस्तु भगिनि द्वादौ प्रथमगणे धावु इति गतिशुद्धयोः धातुः इति अकर्मक धाव् धातोः अकर्मकत्वात् अकर्मकत्वात् एव कर्त्रर्थे तप्रत्ययः भवति किन्तु प्रकृते नित्यं कौटिल्यौ गतौ इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम् ओके अत्र प्रश्नः उदेति यत् गत्यर्थकधातवः के वयं दृष्टवन्तः नित्यं कौटिल्ये गतौ इति अत्र गत्यर्थकधातुभ्यः कुटिलगमनार्थे यङ् प्रत्ययः भवति इति वयं दृष्टवन्तः अत्र देफो प्रश्नः उदेति गत्यर्थकधातवः इति के गत्यर्थकधातवः प्रायः 350 50 अधिकत्रिशतं धन्यवादः भगिनि 50 अधिकत्रिशतं धातवः सन्ति ये ये धातवः गमनार्थे सन्ति ते सर्वे गत्यर्थकाः गमनार्थे सन्ति ओके अत्र देयं यत् केचन गत्यर्थकधातवः अकर्मकाः पुनः केचन सकर्मकाः गत्यर्थकधातवः केचन धातोः अकर्मकाः केचन धातवः सकर्मकाः ओके अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एव सर्वे गत्यर्थकधातवः धातवः अन्तर्भूताः ओके नित्यं कौटिल्ये गतौ इति सूत्रे सर्वे गत्यर्थकधातवः ग्रहणम् अपरस्मिन् प्रसङ्गे गत्यर्थक अकर्मक गत्यर्थ अकर्मक श्लिशीस्था आस वस जन रुह जीर्यतिभ्यश्च इत्यनेन परिगणितधातोः गत्यर्थ अकर्मक श्लिशीस्था इति धातुभ्यः थ प्रत्ययः कर्त्रर्थे विधीयते वयं जानीमः थ प्रत्ययः प्रायेण कर्मार्थे भवति परन्तु अत्र गत्यर्थक अकर्मकश्लिष शीङ्गस्था आसवसजनरुह जीर्यदिभ्यश्च इति धातुभ्यः थ प्रत्ययः कर्त्रर्थे विधीयते अत्र नित्यं कौटिल्ये गतौ इति सूत्रेण सर्वे गत्यर्थकधातवः अन्तर्भूताः ग्रहणं भवति परन्तु दिस् इस् 3-1 दिस् इस् 3-4 ओके गत्यर्थक अपरस्मिन् प्रसङ्गे अन्यप्रसङ्गः अपि अस्ति गत्यर्थ अकर्मक श्लिष शीङ् स्थाः स्था धातोः कृते कर्त्रर्थः तप्रत्ययः कर्त्रर्थे भवति इति ओके अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् ओ गत्यर्थ अकर्मक ओ अत्र इन्दिस् सूत्र गत्यर्थ अकर्मक श्लिशीङ् ओके अत्र पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनाम् एव ग्रहणम् ओके गत्यर्थ अकर्मक श्लिशीङ् स्था इति सूत्रे दीर्घसूत्रे गत्यर्थधातु इति दत्तम् अपि च अकर्मकधातु इति दत्तं तत् अर्थः भवति गत्यर्थकधातवः इति सकर्मकधातूनामेव ग्रहणं सो सकर्मकधातु अकर्मकधातु अपि कृते देन् आल् धातु ओ एनी अकर्मकधातु ओके ओ गत्यर्थकधातोः कृते सकर्मकधातूनामेव ग्रहणं परन्तु अकर्मकधातवः इति चेत् सर्वे अकर्मकधातवः ओके नाट् ओन्लि गत्यर्थ परन्तु सर्वे अकर्मकधातवः ग्रहणम् इति अर्थम् अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे त्वप्रत्ययः भवति गत्यर्थक अकर्मकश्लिश शीङ् स्था इति सूत्रेण कर्तृत्वे तप्रत्ययः विधीयते. अनेन सकर्मकगत्यर्थकधातुभ्यः कृते एव कर्तृत्वे तप्रत्ययः भवति. बालकः ग्रामं गतः, बालकः ग्रामं गतः इत्यस्य कृते गतः इति तप्रत्ययेन कर्तृत्वे विधीयते. सो बालकः गतः, बालकः गतः ग्रामम्. अत्र ग्रामम् इति प्रथमाविभक्तिः नास्ति, द्वितीयाविभक्ति. बालकः गतः अत्र भ्वादौ, भ्वादिगणे धावु इति धातु अस्ति, गतिशुद्धयोः इति धातु अस्ति. धावु इति गतिशुद्धयोः धातु अकर्मक धाव् धातोः अकर्मकत्वात्, धाव् इति अकर्मकधातु, झम्प् इति कृते कर्मपदं न अपेक्षते, ओके, अकर्मकत्वात् एव कर्तृर्थे तप्रत्ययः भवति. गत्यर्थक अकर्मकश्लिशशीङ् धातोः कृते, ओके. किन्तु प्रकृते नित्यं कौटिल्ये गतौ इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम्, ओके, जस्ट् टु डिफ्रेन्शियेट् नित्यं कौटिल्ये गतौ फ्रम् गत्यर्थक अकर्मकश्लिशशीङ् स्था आसवसजनरुह जीर्यति, ओके. अस्तु भगिनि, तदेव महोदय. अत्र अत्र कूर्दनमेव जम्प्, दाव् इति रन् खलु, दाव् इति आम् तदपि अस्ति, तदपि अर्थः अस्ति. बालकः कूर्दनमेव जम्प् इति अत्र आगच्छति, धाव् इति वानरः कूर्दनं, वानरः इति पश्यामः. अश्वः धावति, रन्निङ्ग् रन् रन्निङ्ग् रन् बट् ऐ थिङ्क् धाव् इस् आल्सो जम्प् भगिनि. अश्वः धावति इति पठितं खलु अस्माकं, वयं सर्वे वानरः कूर्दनं भवति. धाव् इति धातोः किञ्चित् वैशिष्ट्यम् अस्ति, वयं पूर्वमपि एकवारं यः भुवादिगणे दृष्टवन्तः इति, अथवा अहं कुत्रापि अन्यत्र पृष्टवती. धाव् धावु गतिशुद्ध्योः भुवादिगणः उभयपदी सकर्मक, अत्र तु सकर्मकः इति उक्तं, टु रन् टु फ्लो टु क्लेन्स् टु वाश् इति भवति खलु तस्मिन् अर्थे पात्राणि. तत्र धाव् इति गत्यर्थकस्य कर्मकत्वं कुत्रापि अन्यत्र अहं प्रायः भाषापाकस्य पुस्तके पठितवती इति चिन्तयामि, तत्र धाव् इति तत्र अर्थभेदेन तत्र अकर्मकत्वं सकर्मकत्वम् इति विधीयते. भाषापाक फस्ट् पुस्तकं प्रथमपुस्तकम् इति चिन्तयामि, तत्र अकर्मकत्वं तत्र धाव् धातोः तत्र सकर्मकत्वं, पात्राणि धावति धावन्ति, सत्यं पात्राणि स्वच्छकर्ण इति सकर्मक अस्ति, अकर्म यथा वहति प्रथमपुस्तके एव इति चिन्तयामि, इदानीं नास्ति परन्तु तदेव यदा महोदयेन उक्तं तदेव तत्र आसीत्, धाव् इति धातोः तत्र वैशिष्ट्यम् अस्ति इति. शुद्धीकरणार्थे सकर्मकधातुः भवति वा महोदय, शुद्धीकरणार्थे पात्राणि? आम्, गत्यर्थे तत्र तु अकर्मकत्वं, प्रथमपुस्तकं वा द्वितीयं वा न जानामि, परन्तु अस्मिन् विषये अत्र एकः लेखः एकं लेखम् आसीत् सत्यम्. अतः अत्र नित्यं कौटिल्यगतौ इत्यस्मिन् सूत्रे यद् कर्त्यर्थकदातवः सकर्मकः अकर्मकः द्वयमपि अन्तर्भूतः भवति, परन्तु यदा वयं गत्यर्थककर्माश्लीष तत् सूत्रं पश्यामः तस्मिन् सूत्रे तु गत्यर्थ इत्यपि उक्तम् अकर्मक इति अपि उक्तं, गत्यर्थ इत्यनेन सकर्मकस्य ग्रहणम्, अकर्मक तु सर्वेषाम् अकर्मकाणां ग्रहणं भवति इति तत्र भेदः कल्पितः द्वयोः सूत्रयोः. नित्यं कौटिल्यो कौटिल्ये गतौ इत्यनेन गत्यर्थकदातवः इत्युक्ते सर्वेषां गत्यर्थकधातूनां ग्रहणम् इत्येव तत्र विषयः. भगिनी भाषा एव भवति अतः गतौ इति उक्तमस्ति खलु, विषयसप्तमी अस्ति, चिन्तयामि कौटिल्ये गमनार्थे एव, अतः गति यदि गत्यर्थकधातुः अस्ति गमनार्थे नास्ति चेत् न भवति. न भवति सत्यम्. भाषापाक 108 एकवारम् अहं लिखित्वा स्थापयामि, स्मरणे न अभवत्. 73 मै संस्कृत रीडिङ्ग् नम्बर् रीडिङ्ग् 108 रशीतिः 73 सेक्षन् अस्तु. तदेव तत् पठितवती तत् धन्यवादः भगिनि. अरुणा भगिनी अग्रिमसूत्रं लुप् सदाचार भगिनि लुप् सद सदाचर जप जघ दश गृभ्यो भावग्रहणा लुप् षद् छर् जप् जभु दः दश् घ्रु इति धातुभ्यः क्रियायाः भावग्रह अर्थे एव यङ्प्रत्ययः भवति, अपरेषु अर्थेषु न भवति. भावशब्देन क्रियासङ्केतः क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रियाः क्रियासम्पन्ना इत्यस्मिन् अर्थे भावग्रह उपयुज्यते. लुप् च सदश्च चरश्च जपश्च जपश्च दशश्च दश दहश्च दशश्च गृ च तेषाम् इतरेतरद्वन्द्वः लुप् सद चर जप जप दह दश दशकरकः तेभ्यः लुप् सद लुप् सद चर जप जप दह दश गृभ्यः भावस्य गर्ह भावगर्ह तस्यां भावगर्हायां लुप् सद चर जप जप दह दश गृभ्यः पञ्चम्यन्तं भावगर्हायां सप्तम्यन्तं द्विपदमिदं सूत्रं नित्यं कौटिल्ये गतौ इत्यस्मात् नित्यम् इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् लुपस्तद चर जप जप दश दश गृभ्यो यं नित्यं भावगर्ह्याम्. ओके, नूतनसूत्रमस्ति त्रिपाद त्रियाध्याये प्रथमपादे चतुर्विंशतितमं धातवः उक्तं ते लुपसूत्रमस्ति लुपसद चर जप जप दह दश गृभ्यः भावकर्षाम् अत्र विशिष्टदातवः सन्ति लुप् सद् चर् जप् जप् दश गृ धातुभ्यः क्रियायाः भावकर्षार्थे यङ् प्रत्यये विधीयते, अपरेषु न अन्येषु न भवति. भावग्राहार्थं किं क्रिया सङ्केतः, क्रिया पावशब्देन क्रियासङ्केतः क्रिया सूचयति क्रियायाः निन्दा अर्थात् समीचीनरीत्या क्रिया समीचीनरीत्या क्रिया सम्पन्नः इति अस्मिन् अर्थे ओके असमीचीनरीत्या पावग्राह्य उपयुज्यते अनुवृत्तसूत्रमस्ति लोपसदचरजपजपदः दश कृभ्यो यं नित्यं भावगाह्याम् इति यङ् इति अनुवृत्तिः भवति नित्यम् इति अपि अनुवृत्तिः भवति सत्यमत्रापि नित्यम् इति अस्ति नित्यम् इति अनुवृत्तिः आगच्छति अत्र लुप् इत्युक्ते टु कट् आफ् इति अर्थः गर्हा इत्युक्ते कण्टेम् इन् द सेन्स् आफ् कण्टेम्प्ट् तत्र लुप् इति कट् आफ् सद् टु सिट् चर् टु वाक् तत् तु वयं जानीमः चर् जानीमः जप् टु मटर् मटर् सैलेण्ट्लि एनी जपति जपनं जपं कुर्मः किल टु मटर् सैलेण्ट्लि जब् to gape or yawn, dakh to burn, dash to bite, pr to swallow. Sarve dhatavaha agachanti va. Lup, sad, char, jap, jab, dakh, dash, gr, gr, iti to swallow, dash to bite. So, ataha, tasmin arte, eda dhatubhyaha kriyaha, bhava garha arte, sense of contempt, iti asmin arte agachati che, तत्र यङ् भवति तत्र यङ् अत्र जप् धातुः तत्र झञ्झप्यते इति भवति बालकः झञ्झप्यते इति समीचीनतया जपं करोति चेत् जपं मटर् सैलेण्ट् मेडिटेट् जप करोति खलु जप कदापि झञ्झप्यते इति झञ्झप्यते चञ्चूर्यते लोलुप्यते लुप् धातुः लोलुप्यते इति यङ् रूपं हि कट्स् आफ् बेड्लि इति अर्थः हि सिट्स् बेड्लि सा सद्यते चच्छूर्यते हि वाक्स् बेड्लि जप्यते हि रिसैट्स् बेड्लि तत्र जपं सम्यक् न करोति जजप्यते इञ्ज् इति अस्ति महोदय झञ्झप्यते आमां झञ्झप्यते इति अस्ति इति तत्र तत्र आगच्छति तस्मिन् अर्थे आगच्छति परन्तु यदा वारं वारम् इति वक्तुम् इच्छामः चेत् तत्र भृशं लुम्पति हि कट्स् आफ् मच् इत्येव अर्थे भवति इति तत्र तु यङ् न भवति क्रियासमभिहारार्थे न भवति तद् सर्वदा तद् स्मर्तव्यं वर्ड् नित्य आफ् द लास्ट् आफ् पर्सन् इस् अण्डर्स्टुड् हियर् आल्सो अत्रापि नित्यम् इति आगच्छति इत्युक्ते तस्मिन्नेव अर्थे यदा किम् आसीत् गर्हार्थे भावगर्हार्थे एव यङ् प्रत्ययः भवति अन्यस्मिन् अर्थे न अन्यस्मिन् सामान्य अर्थे न भवति वा सामान्य अर्थे तदेव स्वार्थे भवति वा अन्ये प्रायः अग्रिमसूत्रमेव णिच् सूत्रम् अस्ति अतः प्रायः अग्रिमं सूत्रमेव णिच् न भावगर्हा येन यङ् अस्ति अस्तु यङ् रूपम् अस्तु तर्हि स्वार्थे यङ् अस्ति चेत् भवति वा न भवति वा स्वार्थे इत्युक्ते लुम्पति छेदनं करोति लोलुम्प्यते इति तां इदानीं भावगर्हा नास्ति चेत् न भवति वा लोलुम्प्यते इति छेदनं करोति लुम्पति इति अर्थः न भवति वा केवलं लुम्पति इति एव भवति सत्यं तदेव केवलं तत्र लोलुम् प्यते इति यदा भावगर्हा अस्ति चेदेव भवति स्वस्य कृते यदा वक्तुं शक् इच्छामः चेत् तत्र लुम्पति इत्येव भवति अर्थः तु भावगर्हा सामान्य अर्थः क्रियासमभिहारः, विशेष अर्थः भावगर्हः अथवा कुटिल अर्थगमनं द्वितीयं तृतीयम्, एतत्तु तृतीयम् आसीत् किल, मध्ये किञ्चित् सूची वार्तिकमपि एकम् आसीत्, तत्र नास्ति, अत्र तत् तत्र केवलम् अनेका चस्ति वा तदेव आसीत्, अजादि अजादि अथवा अनेका तस्य अपवादः साधु जपति रिसैट्स् वेल् अस्ति चेत् साधु जपति इत्येव भवति, तत्र तु यङ्ग् न भवति, सः वारं वारं जपति इत्युक्ते तद्वारं वारं जपति इत्येव वक्तव्यं, तत्र तु एतद् न भवति. हलादिः एकाच् भवति, जप न भवति. इतोपि पठनीयं, पठित्वा प्रायः इच्छामि. अस्तु, भगिनी भवती एव अरुणा भगिनी, चर्योगः यङ् उदाहरणमुदार्थं चर् यङ् चञ्चूर्य इति यङ्गन्तधातोः अर्थः निन्दितरूपेण चलनं, गर्हितं चरति चञ्चूर्यते, गर्हितं गर्हितं चरति चञ्चूयते, गर्हितं लुम्पति लोलुप्यते, लुम्पति तु दादिगणे लुप् धातुः स्थगयति दमयति इत्यर्थः, स्थगयति दमयति अर्थः. तद् झर् धातु उदाहरणार्थं चर् युव यं चञ्चूर्य इति यङ्गन्तदान्तरूपम्, अर्थः अस्ति निन्दितरूपेण चलनं, चलनं निन्दितं तत् कृतम् अत्र. गर्हितं चरति वाक्यमस्ति, गर्हितं चरति चञ्चूर्यते, गर्हितं लुम्पति लोलुप्यते, लुप्धातु तुदादिगणीयधातुः, अर्थः स्थगयति दमयति इत्यर्थः, लुप् लोपः नास्ति अत्र. कुत्र भगिनि लोपः? लुम्प लुम्प् अर्थं किं भगिनि, अन्य अन्य अर्थ अस्ति वा, केवलं स्थगय अत्र तु लुम्प् इत्युक्ते किम् उक्तवती, लोलुप्यते इत्युक्ते हि कट्स् आफ् बेड्लि इति अर्थः, लुम्पति इत्युक्ते हि कट्स् आफ् तावदेव, कट् इत्येव अर्थः, बेड्लि कट् आफ् इत्युक्ते तत्र लोलुम्पति इति भवति, गर्हितं चरति इत्युक्ते चञ्चूर्यते, तत्रापि कुटिलार्थे न चलति चरति, परन्तु गर्हितं चरति, तत्र भेदः प्रायः अस्ति वा इति तदपि चिन्तनीयं. चर् टु वाक् इत्येव अस्ति, किमर्थं तद् पूर्वस्मिन् सूत्रे न, पूर्वस्मिन् सूत्रे एव कौटिल्यगतौ इति अस्ति, तत्रापि क्रुक्केड् इत्येव आसीत् किल, किमर्थम् अत्र भावगर्हा कथं विद्यते कौटिल्येन इति प्रष्टव्यम्. सम्यक्, हि वाक् ब्याड्लि इत्येव अस्ति, भक्षणार्थे अस्ति खलु चरति चरति इति, धेनुः चरति चरति भक्षणं, न तु वाक् इत्येव अर्थः महोदय अत्र, चर् टु वाक्, हि वाक् ब्याड्लि इत्यस्मिन् अर्थे एव तत्र स्वीकृतं, परन्तु तद् पूर्वस्मिन् सूत्रे एव भवेत् किल, किमर्थम् अत्र हलादि अस्ति एकाच् अस्ति अत्र, तत्र अत्र गत्यर्थक् इति न उक्तमस्ति खलु, अतः चर् धातोः अन्यर्थः अस्ति खलु, तत्र अन्यर्थः स्वीकर्तुं शक्यते खलु अस्मिन्, आम् अत्र तु न उक्तं, सत्यं तत्तु सत्यम्, अत्र चर् इत्यस्य अन्य कः अर्थः इत्यपि पश्यामः. सम्यक्, भक्षणं न करोति, चर् गतौ भक्षणे च, चर संशय तद् नास्ति, टु गो टु वाक् टु ईट् टु ग्रेस् इति अर्थः अस्ति, टु ईट् बेड्लि इत्यस्यापि प्रायः अत्र उल्लिखितं भवति वा, तत्र सामान्यतः चरति इति धेनुं धेनुं चरति खलु ग्रेस् तदपि गमनमेव किल धेनुः चरति भक्षणार्थे अस्ति न न चरति इत्यर्थं द्वयम् अस्ति खलु चरति धेनुः चरति धेनुः चरति इति धेनुः भक्षणं करोति सामान्य सस्यं चरति खादति इति वा खादति इत्यर्थे भवति चरति चारण इति खलु तत्र अस्माकं भाषायाम् अस्ति चारणम् इति कन्नडभाषायाम् अस्ति चारणम् इत्युक्ते टु ग्रेज् इति अस्ति प्रायः भावगर्हायां भावग्रहणं किं साधनगर्हायां मा भूत् मन्त्रं जपति वृषलः नित्यग्रहणं विषयनियमार्थम् अनुवर्तते अत्रापि नियमनमेव एतेभ्य नित्यं भावगर्हायामेव भवति न तु क्रियासमविहारे तावदेव उक्तमस्ति तर्हि अकर्मकस्य एव भवति वा चरति तत्र तु अकर्मक तत्र तु अकर्मक सकर्मक न्यासे उक्तम् अभ्र भभ्र चर कस्यर्थाः धात्वर्थगर्हायाम् इत्यनेन भावगर्हायाम् इत्यस्य अर्थमाह गर्हितम् इति क्रियाविशेषणम् एतत् तेन भावगर्हमात्र गर्हात्र गम्यते तदेव अस्तु किमर्थं तद् भाव इत्युक्ते तत्र भाव अर्थे इत्युक्ते अकर्मकस्य एव भवति वा भाव इति भावे प्रयोगे अकर्मक इति खलु भाव इत्युक्ते सर्वे भाव अकर्मकदातवः परन्तु तस्मिन् सूत्रे अकर्मक सकर्मक द्वयस्य अपि ग्रहणं किल आमाम् अस्ति सकर्मकग्रहणमस्ति भावगर्ह इत्युक्ते भाव यत्र भाव अस्ति केवलं भाव इत्युक्ते तत्र सामान्यतः भाव इत्युक्ते क्रिया एव खलु तत्र कर्मपदं न भवति सामान्यतः भावे प्रयोगः इति तादृशभाव इत्युक्ते क्रिया एव अतः केवलं गर्हितं दुम्पति गर्हितं तादृशं न उक्तम् अत्र भावगर्हायाम् इति किं साधु जपति इत्येव भावग्रहणं किं साधनगर्हायां मा भूत् मन्त्रं जपति वृषलः नित्यग्रहणं कुत्रापि नास्ति कोऽपि द्रष्टव्यम् तत्र प्रयोगः द्रष्टव्यं वाक्ये प्रयोगः द्रष्टव्यं किमर्थम् अत्र अस्मिन् सूत्रे उक्तम् इति श्याम् अस्तु किञ्चित् समयः अवशिष्टः विजया भगिनी पठति वा तर्हि कुत्र कुत्र यङ् भवति आम् तर्हि कुत्र कुत्र यङ् प्रत्ययः भवति इति चतुर्णां सूत्राणां वार्तिकानां च मिलित्वा अर्थः एवं भवति अजादिधातुषु अट् ऋ अश् ऊर्णु इत्येभ्यः एव यङ् भवति अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति इति अत्र स्पष्टीकृतम् अत्र अट् ऋ अश् ऊर्णु इत्येभ्यः एव यङ् भवति अवशिष्टः अजादिधातुभ्यः यङ् न भवति इति द्वितीयबिन्दुः वदति हलादिधातवः त्रिविधाः अनेकाचः एकाचः च अनेकाच् धातुषु केवलं सूचि सूत्रि मूर्त्रि इत्येभ्यः त्रिभ्यः यङ् भवति अवशिष्टेभ्यः हलादि अनेकाच् अस्ति चेत् अत्र यङ् न भवति इति तत्र दत्तं सर्वे निजन्ताः सन्नन्ताः च धातवः अनेकाचः अतः तेभ्यः यङ् न भवति चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ् न भवति. दीदी, वेवी, दरिद्रा, जागरु, चकास् इत्यादिभ्यः अपि यङ् न भवति. किमर्थं चेत् अत्र अपि अनेकाशु भवति. पट्, वद, मुद्, बुद् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः अस्ति, अतः यङ् अत्र प्रत्ययः भवति इति. यत्र यत्र अनेकाच् अस्ति तत्र अत्र यङ् न भवति. अनन्तरं चुरादिगणीयः अपि यावन्तः धातवः अस्ति सर्वे अनेकाच् अस्ति, अतः यङ् न भवति. अनन्तरम् अत्र सूचि, सूत्रि, मूर्त्रि इत्येभ्यः यङ् भवति एव. अवशिष्टः अलादि अनेकाच् धातुभ्यः, अतः यङ् न भवति इति तत्र दत्तम्. अनन्तरं पट्, वद्, मुद्, बुद् एतत् सर्वेभ्यः एकाच् हलादि धातवः, अत्र आवश्यकं यङ् प्रत्ययः भवति एव. समीचीनम्. एतदेव मुख्यबिन्दुः यद् वयं पठितवन्तः तदेव अस्ति. सम्यक्. आं महोदय, धन्यवादः. धन्यवादः भगिनि. महोदय, भवान् यङन्तस्य धातुसंज्ञा? यङन्तस्य धातुसंज्ञा, धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि धातुसंज्ञा भवति. अनन्तरं यङ्लुकि सत्यपि प्रत्ययलोपे प्रत्ययरक्षम् इत्यनेन धातुसंज्ञा तिष्ठति एव. तदा धातुभ्यः यदा यङ् प्रत्ययः विधीयते तदा तस्य धातुसंज्ञा भवति. अनन्तरम् अत्र यङ् यङ् प्रत्ययस्य लुक् भवति चेदपि तस्य धातुसंज्ञा तिष्ठति. किमर्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति. तत्र सनाद्यन्ताः धातवः गुप्तिकिभ्यः सन् इत्यस्य सन् इत्यारभ्य कमेर्णिङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात् इति सनाद्यन्तदातव इति सूत्रं वदति. ये सनादौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. सनाद्यन्ताः प्रथमान्तं धातवः, प्रथमान्तं द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं सनाद्यन्ताः धातवः. तत्र येषाम् अन्ते सनाद्यन्ताः द्वादश सनाद्यन्ता प्रत्ययाः सनादिप्रत्ययाः सन्ति तेषां तत्र धातुसंज्ञा भवति. तत्र कुतः आरभ्य इत्युक्ते तृतीयपाद तृतीय अध्यायस्य प्रथमपादस्य पञ्च सूत्रात् आरभ्य गुप्ति किभ्यः सन् इत्यस्य आरभ्य कमेर्डिङ्ग् इति तत्र त्रयोविंशतिसूत्रपर्यन्तं यद् णिङ् प्रत्ययः भवति. तत्र णिङ् प्रत्ययः सनादि प्रत्ययानां विधानमस्ति तत्ते सूत्रेषु तेषां सनाद्यन्तदातवत्वेन धातुसंज्ञा भवति इति दत्तमस्ति. अग्रे यङ्लुक् विधानं. यङ्गोचीच इति द्वितीयाध्यायस्य चतुर्थपादस्य चतुःसप्ततितमं सूत्रमस्ति. यङ्लुक् भवति अच्प्रत्यये परे च शब्देन अच्प्रत्ययं विना अपि यङ्लुक् भवति. अस्तु, बहुलम् इति शब्देन यङ् लुक् वैकल्पिकं. यगः षष्ट्यन्तम्, अचिसप्तम्यन्तं च अव्यपदम् अव्ययपदं त्रिपदविदं सूत्रम्. नक्षत्र्यार्षण्यतो लुग्निनोः लुग्निनोः इति सूत्र इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः, बहुलं छन्दसि इत्यस्मात् बहुलम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति यगः लुक् अचि च बहुलम् इति अस्ति. अत्र यङः लुक् भवति अच् प्रत्यये परे, अच् प्रत्यये परे च शब्देन अचि च इत्यनेन. अस्तु, अचि च इति तत्र यङः लुक् भवति सामान्यः भवति अचि च अच् प्रत्यये परे च परे अपि भवति. तस्य किमपि विषयवैशिष्ट्यमस्ति स्यात् अहं चिन्तयामि. अपि च बहुलम् इति अस्ति, बहुलं चन्द बहुलम् अस्ति वा, बहुलमपि अस्ति. बहुलमिति शब्देन अस्तु वैकल्पिकम् इति अर्थः अत्र. यङः लुक् वैकल्पिकम् इति अर्थः अस्ति. अस्तु, अग्रे पठामि. सिद्धान्तकौमुद्यां यङो अच् प्रत्यये यङः अच् प्रत्यये लुक् स्यात् चकारात् तं विनापि बहुलं लुक् स्यात् इति अस्ति. तत्र तं विनापि, अस्तु, यङ् अचि अच् प्रत्यये लुक् स्यात्, चकार च इति अस्ति, अतः बहुलमित्यनेन तत्र तद् विना अपि अच् प्रत्ययं विना अपि तत्र लुक् भवितुमर्हति इति दत्तमस्ति. अनैमित्तिकः अयम् अन्तरङ्गत्वात् आदौ भवति. अनैमित्तिकः निमित्तं नास्ति, यङ्गः लुक् यङ्गः अचि चैत्यनेन खलु. अस्तु, ततः प्रत्ययलक्षणेन यङ् यङन्त यङन्त्वात् यङन्तात् किमस्ति अत्र द्वित्वं द्युत्तम् द्युत्तम् अभ्यासकार्यम्. अस्तु, धात्व धातौ लडादयः धातुत्वात् लडादयः. अस्तु, धातुत्वात् लडादयः च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति. अनेन प्रश्नः उदेति यत् अचि इति दलस्य किं प्रयोजनम् इति. अचि प्रत्यये पर यदि अनैमित्तिकमस्ति तत्र अचि चैत्यस्य किं प्रयोजनम् इति अस्ति तत्र प्रश्नः भवति. समाधानमस्ति, अच् प्रत्ययस्य अस्मिन् सूत्रे निवेशः निरर्थकः वा इति प्रश्नः. अच् प्रत्यये पर यङ् लुक् नित्यम्, अन्यत्र वैकल्पिकम्. अस्तु, इति कोऽपि तादृशकारणस्य ऊहां कुर्यात्. अस्तु अस्तु, तादृश अस्तु, किन्तु तद्दोषा यतोहि अच् प्रत्यये परे अपि यङ् वैकल्पिकम्, अतः नित्यत्वम् अस्य निवेशस्य कारणं न, अपि तु अस्य अच् प्रत्ययस्य निवेशस्य फलं न धातु लोपार्धातुके इति सूत्रे इति अस्ति. अस्तु, अत्र यङ्वचि च इति सूत्रेण तत्र अच् प्रत्यये अपि भवति अन्यत्रापि भवति इति अस्ति, परन्तु तत्र अच् अचि च इत्यस्य ग्रहणम् अचि अच् प्रत्ययस्य ग्रहणं किम् अस्ति इत्युक्ते तत्र तत्रापि वैकल्पिकं लुक् भवति. यदा वैकल्पिकं लुक् भवति न धातुलोपार्धातुक इत्यनेन गुणनिषेधः भवति इति न धातुलोपार्धातुक इति सूत्रम् अग्रिमसूत्रं क्षम्यताम् 114 इति सूत्रं वदति इति अस्ति. तत्र उत्तरमस्ति इति वदति. हा, तत्र उत्तरमस्ति, अतः तत्र गुणनिषेधः एव तस्य अच् प्रत्यये परे वैकल्पिकम् अस्ति. तद् गुणनिषेधः एव तस्य, यदा धातुलोपः यदि अच् प्रत्ययस्य लुक् भवति अचिपरे, हा अचिपरे लुक् यङ् लुक् भवति चेत् तर्हि गुणः न भवति. अच् प्रत्यय सामान्य आर्धात्मकप्रत्ययः अस्ति खलु, अतः तत्र गुणः भवति साधारणेन, परं यदा यङ् लुक् भवति तदा तस्य गुणः न भवति. केन सूत्रेण? न धातुलोपार्धातुके सूत्रेण इति चिन्तयामि. न धातुलोपार्धातुके इति सूत्रं प्रथमाध्यायस्य प्रथमपादस्य चतुर्थसूत्रमस्ति. धात्वंशलोपनिमित्ते आर्धातुके परे इकः गुणवृद्धिः न स्तः इति. धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धात्कप्रत्ययस्य विषये लोपः भवति चेत् तस्य धातोः इक् वर्णस्य तस्मिन् आर्धात्कप्रत्ययस्य विषये गुणवृद्धिः न भवतः. धातुलोपः तस्मिन् आर्धात्कप्रत्ययस्य विषये गुणवृद्धिः न भवतः. अस्तु, तस्मिन् अस्तु, धातुलोपशब्दे धातु इति भागेन धात्वंशस्य ग्रहणं. धातुलोप इत्युक्ते अतः धातुलोप इत्युक्ते धात्वंशलोपः, न तु धातोः लोप एव. धातुलोप धातुं लोपयति इति धातुलोपः. तस्मिन् धातुलोपे न अव्ययं धातु न अव्ययं धातुलोपे सत्यम्यन्तम् आर्धातुक सत्यम्यन्तम् इकः गुणवृद्धिः इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः अनवृत्तिसूत्र सूत्रमस्ति. धातुलोपे आर्धातुके इकः गुणवृद्धिः न इति. तत्र गुणवृद्धिः न भवति यदा आर्धातुकप्रत्ययनिमित्तिक निमित्तेन यदि धात्वंशः लोपः भवति चेत्. अतः अच् इति यङ्गोचि इत्यनेन तत्र निकल्पेन भवति लोपः भवति यङ् लुक् भवति. तर्हि अच् प्रत्यये परे यदि यङ् लुक् भवति चेत् तस्य अनेन न धातुलोप आर्धातुक इत्यनेन गुणनिषेधः भवति इति सत्यम्. तत्र गुणवृद्धिः न भवति यद् सामान्यतया सार्वधातुकार्धधातुकयोः अथवा पुगन्तलघुपदस्य च इत्यनेन यद् गुणस्य प्रसक्तिः भवति स्म तद् न भवति. न धातुलोप आर्धधातुके इत्यनेन न भवति. तत्र धातु अंशलोपनिमित्ते आर्धधातुके परे धातोः यत्किमपि अंशः कस्यचित् अंशस्य आर्धधातुकप्रत्ययस्य विषये लोपः भवति चेत् तत्र तस्य धातोः यद् इक् वर्णः अस्ति तस्य वृद्धिः वा गुणः वा निषिध्यते अनेन सूत्रेण. एतदेव कारणं किम् अच् इति धलस्य योजनस्य कारणम् एतदेव धातुलोप आर्धधातुके इति इत्यस्य सूत्रस्य प्रवृत्त्यर्थं तद् आवश्यकम्. एतद् अवगतं वा? अवगतं. तत्र उदाहरणेन स्पष्टः भवति. चेदने इति धातोः धन्यवादः. पुरा प्रायः उषा भगिनी पठति, तद् अस्मात् अनन्तरं समापयामः. भगिनी उदाहरणं, केवलम् उदाहरणमेव पठतु. अस्तु भगिनि. यथा लूं छेदने इति धातोः पुनः पुनः लूनाति इति अर्थे धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः भवति. तेन लो लूय इति आतिदेशिकः धातुः सिद्ध्यति. ओके. यथा लटि लो लूय योगः ते लो लूयते पुनः पुनः लूनाति इत्यर्थः. तदा यः लो लूयते सः इति अर्थे लो लूय धातोः नन्दि ग्रहि पचादिभ्यो ल्युट् निनि अचः इत्यनेन अच् प्रत्ययः विधीयते, येन लो लूव इति प्रातिपदिकं सिद्ध्यति. यः पुनः पुनः लुनाति सः सः. यः लो लूयते सः लो लुवः. ओके. अत्र कृतन्त लून् चेतने इति धातोः पुनः पुनः लुनाति इत्यर्थे यङ् प्रत्ययः विधीयते. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययेन पुनः पुनः लुनाति इत्यर्थे लो लूय इति धातुः भवति. लो लूय योगः ते इति कृते लो लूयते पुनः पुनः लुनाति इत्यर्थे ते इति आत्मनेपथ्यप्रत्यये लो लूयते इति अर्थे लटिरूपं सिद्ध्यति. यः लो लूयते सः इति अर्थे अच् प्रत्ययः विधीयते, नन्दी ग्रही पचादिभ्यो ल्युटि ल्युट् निनि अचः इत्यनेन अच् प्रत्ययः विधीयते. ओके. लो लूय धातोः नन्दी ग्रही पचादिभ्यो इत्यनेन ऐ गेस् ओके ऐ डिण्ट् अण्डर्स्टाण्ड् वै अच् प्रत्ययः विधीयते नन्दी ग्रही पचादिभ्यो. नन्दी वा ग्रही वा पचादिस्मिन् गणे प्रायः भवेत् भवेत्. ओके. सो लो लूय इति धातोः वन् आफ् दट् गण नन्दिगण आर् ग्रही गण नन्दी ग्रहि पचादिभ्यो ल्युट्निनि अचः इत्यनेन अच् प्रत्ययः विधीयते, येन लो लूव इति प्रातिपदिकं सिद्ध्यति. लो लूव इति प्रातिपदिकं सिद्ध्यति कृतन्तप्रकरणकृते. यः पुनः पुनः लुनाति सः लो लूयते इति अत्र लटीरूपं लो यः लो लूयते सः इति कृते लो लुवः इति प्रातिपदिकं सिद्ध्यति अस्तु भगिनि. तत्र नन्दादि इति एकः गणः अस्ति, विल् बि फौण्ड् इन् वन् प्लेस् इन् धातु पाठ. प्रायः तस्मिन् गणे अन्तर्भवति अस्माकं लोलु लूय. ग्रहादि इत्यपि तत्र गणः एव. ग्रहादि आल्सो आर् आल्सो नोवेर् एन्यूमरेटेड् इन् अ ग्रूप्. पचादि पच वच वप. आं महोदय वदतु. तत्र इदानीं तत्र अच् प्रत्यये अत्र एव भवति वा गुणनिषेधः, अन्यत्र न भवति वा? तर्हि अन्यत्र इत्युक्ते तत्र यङ्ग् नास्ति चेद् वा? यङ्ग् न तत्र यङ्ग् लुक् अस्ति. इदानीं कोऽपि अन्य अच् प्रत्ययः नास्ति, कोऽपि अन्य प्रत्ययः अस्ति, कोऽपि अस्ति तादृशः अस्ति चेत् तत्रापि गुणनिषेधः भवति खलु? आं भवति एव, धातु न धातुलोप आर्धधातुके इत्येव उक्तं किल, ओ यङ्गोचि इति वा? अस्तु, तत्र यङ्गोचि किमर्थं? न न अचि अपि अस्ति किल, तत् केवलम् अच् इति नास्ति किल, यङ्ग् लुक् भवति अच् परे न न भवत्या भवतः प्रश्नः तु गुणनिषेधस्य विषये किल. आं गुणनिषेध अचिच इति अस्ति खलु, अचिच इत्यनेन किं किमर्थम् इति चेत् तत्र गुणनिषेधस्य कारयितुं गुणनिषेधकारयितुं तत्र अचिच इति उक्तमस्ति इति वदति न धातु आर्धातुके. इदानीं कोऽपि प्रत्ययः अस्ति धाधातुकप्रत्ययः अस्ति यत् योजनं भवति यङन्तधातोः तत्र वैकल्पे लुङ् लुक् भवति खलु, लुक् भवितुमर्हति खलु तत्र, तदा भव न भवति वा? तम् अन्यत्र अपि भवितुमर्हति खलु, किमर्थम् अचि अचि अचि एव वा अत्र अन्यत्र गुणनिषेधः न भवति एव इति न उक्तम्, अचि परे भवति इति प्रायः अग्रे तस्य कुत्रापि अन्यत्र किं भवति इति अपि आगच्छति. अनैमित्तिकम् इत्येव अस्ति किल, द्रष्टव्यम् अग्रे प्रक्रिया कृते दत्तम् इति अहं मन्ये भगिनि. आं प्रायः पूर्णतया वयं यदा पठामः तत्र अच् प्रत्ययेन एव तत्र लुक् भवति, अन्यत्र लुक् अन्यत्र अनैमित्तिकम्, अच् प्रत्ययस्य तत्र अच् प्रत्यये निमित्तं भवेत्, निमित्तम् अस्ति इति कृत्वा प्रायः खलु पश्यामः पठामः इतोपि अस्ति बहु किमपि अस्ति अस्मिन् पाठे, किञ्चित् पङ्क्तिशः एव पठनीयम्. अस्तु अग्रिमसप्ताहे अहं न भवामि भविष्यामि, अत्र प्रवासे अस्मि, भवन्तः यदा यदि इच्छन्ति तर्हि पठितुं शक्नुवन्ति, यद्वयं पठितवन्तः तद् पर्यन्तं पुनः पठितुं शक्नुवन्ति. अहं 14th न अत्र 7th 14th एव अहं प्रवासे भविष्यामि, 21st वयं वर्गः पुनः मिलामः, इतोपि अग्रे सरामः. परन्तु अस्मिन् पाठे किञ्चित् मन्दरूपेण एव गच्छामः, बहु किमपि अस्ति अत्र. अग्रिमवासरे अहमपि प्रवासे अस्मि, भवान् अपि नास्ति वा? अवकाशः अस्ति चेत् योजयामि, परं न जानामि. आम् कुत्र भवामि? अन्ये कृपया योजयन्तु, एकवारं पुनः पठन्तु, तत्र प्रायः इतोपि संशयाः आगच्छन्ति, यत्किमपि संशयः अस्ति तद् लिखित्वा स्थापयन्तु, वयं तस्मिन् विषये चर्चयामः. अस्तु, धन्यवादः, धन्यवादः, शुभरात्रिः महोदय, नमस्कारः, नमस्कारः.